नाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावदीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। सर्वेभ्यो नमः। धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र लृट् लकारः आत्मनेपथ्य धातूनां लृट् लकारः तेषा तस्य रूपं कथं भवति इति तत्र किञ्चित् दृष्टवन्तः। अपि अग्रे अपि पुनः कुर्मः अभ्यासानपि कुर्मः अद्य। तर्हि तत्र केवलं पुनस्मरणार्थं तत्र लट्लकारे उषा भगिनी लट्लकारे आत्मनेपदी धातूनां तत्र रूपं कथं भवति तत्र कम्पते इति स्वीकरोतु तत्र कम्पते लट्लकारे रूपम् अस्तु महोदय। कम्पते कम्पेते कम्पन्ते कम्पसे कम्पेथे कम्पद्वे कम्पे कम्पावहे कम्पामहे इति अस्ति महोदय। इति अस्ति समीचीनं भगिनि। हा इदानीं तत्र लट्लकाररूपस्य ज्ञानम् अस्ति किन्तु ततः वयं लृट् लकारस्य रूपं कर्तुम् इच्छामः तर्हि तत्र किं करणीयं कार्यम् इत्युक्ते तत्र मध्ये किमपि भवति तत्र कम्पते इति क्रियापदस्य रूपाणि तत्र प्रिया भगिनी तत्र इदानीं तत्र लृट्लकारस्य रूपाणि एकवारं वदति वा भगिनी किं पदस्य महोदय धातुः कम्पते ओ कम्पते एव अस्तु कम्पते एव कम्पिष्यते कम्पिष्येते कम्पिष्यन्ते कम्पिष्य 86 पश्यतु पुटसङ्ख्या 86 ओ अस्तु अहं पुस्तकं न उद्घाटयामि अस्तु अस्तु तदपि समीचीनमेव 86 तु अहं विस्मृतवती किञ्चित् हा हा चिन्ता मास्तु भगिनि अत एव कम्पिष्यसे कम्पिष्येथे कम्पिष्यध्वे कम्पिष्ये कम्पिष्यावहे कम्पिष्यामहे हा इदानीं तत्र लट्लकारः अपि लृट्लकारः तयोः मध्ये कः भेदः इष् इति मध्ये आगच्छति आगच्छति तावदेव किन्तु तत्र कम्पते स्थाने कम्पिष्यते कम्पेते इति स्थाने कम्पिष्येते इति एव भवति खलु अतः तत्र यदि तत्र लट्लकाररूपस्य ज्ञानम् अस्ति चेत् लृट्लकारस्य रूपाणि कर्तुं वयं शक्नुमः अतः तत्र इष्यति भवति तत्र सर्वदा इष्यति नास्ति किन्तु आधिक्येन इष्यति भवति इष्य इति तत्र पश्यामः साधारणरूपम् इष्यति स्वीकर्तुं शक्नुमः इष्यति मध्ये आगच्छति इति समीचीनं भगिनि अस्तु वंशीसुधभगिनी नमस्कारः अग्रे तत्र अस्तु ललिता भगिनी इदानीं तत्र पुटसङ्ख्या 86 एव दृष्ट्वा 86 एव दृष्ट्वा तत्र वयं तत्र 88 मध्ये अभ्यासं यत् आसीत् तत्र तत् कृतवन्तः इति मन्ये खलु कृतवन्तः सर्वं कृतवन्तः खलु तत्र पाठं पठित्वा उषा भगिनी तत्र 88 मध्ये सर्वं न कृतवन्तः वा भवान् उक्तवान् अग्रिमसप्ताहे कुर्मः इति ओ अस्तु अस्तु अस्तु अस्तु तर्हि अस्तु प्रथमप्रश्नं कृतवन्तः गोपालः सागरतीरे किम् अस्तु अस्तु अस्तु तर्हि अस्तु अतः तत्र किं कुर्मः तर्हि एकवारं कथं तत्र पाठं पठामः तदनन्तरं तत्र प्रश्नान् पश्यामः तर्हि अस्तु तर्हि तत्र ललिता भगिनी भवती एव तत्र पठतु भगिनि पुनः पाठे तत्र 85 मध्ये अस्तु अस्तु महोदय अस्तु महोदय सागरतीरविहारः आत्मनिपदिनः दातवः लृट्लकारः विरीह श्वः अहं किं करिष्यामि इति चिन्तयन् अस्ति एतस्य वाक्यानि उच्चैः पठत. श्वः रविवासरः. सायम् अहं सागरतीरं गमिष्यामि. तत्र गोपालः मां प्रतीक्षिष्यते. तत्र गोपालः मां प्रतीक्षिष्यते. सायङ्काले सागरशोभा नितरां वर्धिष्यते. बहवः जनाः तत्र वर्धिष्यन्ते. सर्वेपि सागरसौन्दर्यम् आस्वदिष्यन्ते. आकाशे चन्द्रः आकाशे चन्द्रः प्रकाशिष्यते. नक्षत्राणि ज्योतिष्यन्ते. हा तावत् पर्यन्तं समीचीनं भगिनि. अस्तु, इदानीं तत्र अग्रे नरेश महोदय अग्रे पठति वा. आं महोदय. तदा सूर्यः सागरे गाहिष्यते. सः रक्तवर्णेन शोभिष्यते. सः पक्वं फलम् इव भासिष्यते. आवां तं सानन्दं लोकिष्यावहे. सर्वे जनाः अपि लोकिष्यन्ते. क्रीडारताः बालाः तत्र वर्तिष्यन्ते. तेषां चेष्टाः वीक्षिष्यावहे. तैः साकं भृशं मोदिष्यावहे. रात्रिं यावत् तत्रैव रंस्यावहे. समीचीनं महोदय, धन्यवादः. अस्तु, इदानीं तत्र शोभा भगिनी, तत्र प्रथम परिच्छेदस्य अर्थः कः इति तत्र सरलरीत्या अथवा आङ्ग्लभाषायाम् उपयुज्य वदति वा तत्र प्रथम. आम् महोदय, प्रथमपरिच्छेदस्य अर्थः तत्र विनीतः एतानि सर्वाणि चिन्तनानि भवति वा महोदय, चिन्तनानि चिन्तनानि कुर्वन् अस्ति. तस्य किं श्वः भानुवासरः अस्ति, अतः तस्मिन् दिने किं किं करिष्यामि इति सः चिन्तयति. अतः तत्र सायं कुत्र गमनीयम् इति निर्णयति. सागरतीरं गमनीयम् इति. तत्र तस्य मित्रं गोपालः तस्य प्रतीक्षां कुर्वन् अस्ति. अपि च सायङ्काले तत्र समुद्रस्य समुद्रः शोभायमानं अस्ति भवति. अपि च तत्र जनाः अपि बहवः आगच्छन्ति. आगत्य तत्र ते अपि तत्र स्थित्वा सागरस्य सौन्दर्यस्य आस्वादनं करिष्यन्ति अथवा समीचीनं भगिनि, करिष्यन्ति. समीचीनम्, अस्तु. अग्रे धन्यवादः भगिनि. अस्तु, अग्रे उषा भगिनि, अग्रिमवाक्य तत्र लोकिष्यावहे. तावत्पर्यन्तं तत्र आकाशे इति आरभ्य सानन्दं लोकिष्यावहे तावत्पर्यन्तं किञ्चित् विवृणोति वा. आकाशे चन्द्रः आकाशे प्रकाशते इति वदनेन सम्यक् अस्ति वा महोदय. प्रकाशते एव खलु आत्मनिपदि. आकाशे चन्द्रः प्रकाशते, अपि च नक्षत्राणि अपि द्योतिष्यन्ते. तदा सूर्यस्य अस्तमं किञ्चित् परिवर्तनं कृत्वा तत्र सूर्यास्तनम् सूर्यास्तनं भवति तत्समये भवति. तदनन्तरं किं तस्मिन् समये सूर्यस्य रक्तवर्णः भवति. रक्तवर्णः भवति, अपि च शोभिष्यते अपि. अस्तु, सः पक्वं फलमिव. अपि च तत् सूर्यः कथम् अस्ति इत्युक्ते पक्वं फलम् इति दृश्यते. हा इव पक्वं फलमिव दृश्यते दृश्यते आवाम् आवाम् इत्युक्ते बहवः जनाः आवाम् इत्युक्ते तत्र विनीतः अपि गोपालः अपि गोपालः तम् इत्युक्ते एतेषां दृश् न न तं तम् इति विभक्ति का तत्र तम् इति तं द्वितीयविभक्ति अतः एतेषां न सूर्यं सूर्यं सूर्यस्य अस्तम अस्तमनम् अथवा सूर्यास्तमनम् आनन्देन आनन्दे देखने के लिए आनन्देन आनन्देन आनन्देन आस्वादनं न न आनन्देन पश्यावः सरलरीत्या वदतु भगिनि यत् भवती जानाति तद् उपयुज्य तत्र इच्छा अस्ति शक्तिः अस्ति भिन्नभिन्न अस्ति किन्तु शक्तिम् उपयुज्य यत् कर्तुं शक्नुमः तत् करणीयम् अपि अस्तु महोदय विनीतः विनीतः अपि च गोपालः सूर्यस्य तम् आनन्दं तम् सूर्यं सूर्यं सूर्यम् आनन्दम् आनन्देन आनन्देन पश् आनन्देन इदानीं तत्र पश्यति वा पश्यन्ति वा अथवा अन्यत् न लोकेश् या वहे न न किन्तु भवत्याः वाक्ये कर्तृपदम् अभिनीतः आनन्दः विनीतः अपि गोपालः आसीत् कर्तृपदम् अतः तत्र लोकिष्यावहे वृद्धा पदम् अस्तु भगिनि तत्र सरलरीत्या वदतु तत्र कष्टः अस्ति कष्टम् अस्ति इति तमेव मार्गं तत्र अनुभवावहे इति तावदेव यत् भवती जानाति तम् उपयुज्य वदतु समीचीनं भगिनि अस्तु तत्र अथवा पश्यावः यदि तत्र लोकेश् यावहे इति स्थाने तत्र प्रथमपुरुष द्विवचनरूपं वक्तुम् इच्छति चेत् भवती जानाति आत्मनेपदीधातूनां तत्र कम्पते कम्प्येते इति अस्ति खलु द्विवचने अतः लोकेश् एते इति एव लोकते लोकेते लोकन्ते लोकिष्यते लोकिष्येते लोकिष्यन्ते द्वे इति न किन्तु अत्र न महोदय लोकिष्यते लोकिष्येथे लोकिष्यद्वे इति तदपि समीचीनं अस्तु तर्हि अग्रे तत्र अस्तु वेदाभगिनी तत्र वक्तुं न शक्नोति अद्य अस्तु प्रिया भगिनी अग्रे अग्रे किञ्चित् विवरणं करोति वा भगिनि सर्वे जनाः अपि इति तत्र वाक्यात् यानि वाक्यानि सन्ति सर्वे जनाः अपि लोकिष्यन्ते तत्र एतत् सुन्दरं दृश्यं दृष्ट्वा सर्वे जनाः अपि एतत् लोकन्ते इति पश्यन्ति एतत् अन्देन ते अपि तत्र पश्यन्ति तत्र सूर्यास्तमनं क्रीडारताः बालाः तत्र वर्तिष्यन्ते तत्र यः बालाः कोऽपि क्रीडनेन ये बालाः तत्र सन्ति ते यः ये बालाः क्रीडेन तत्र सन्ति ते तत्र अस्ति तथैव अस्ति भविष्यन्ति तत्र बालाः ये बालाः तत्र सन्ति अथवा तत्र बालाः तत्र क्रीडामग्नाः अथवा क्रीडायां मग्नाः भवन्ति तत्र बालाः क्रीडायां मग्नाः भवन्ति तत्र अपि तेषाम् इत्युक्ते तेषां चेष्टाः वीक्षिष्यावहे ते द्वौ मित्रौ तत्र मित्रे तत्र एतत् दृष्ट्वा वीक्षते चेष्टाः चेष्टाः वीक्षावहे चेष्टाः नाम ये तत्र बालान् बालाः कुर्वन्ति ज्येष्ठाः कुर्वन्ति तस्य प्रयत्नं दृष्ट्वा तत्र ते वीक्षेते इति अस्ति वा तत्र वीक्ष्यावहे नाम तत्र वयं हा तत्र असत्यं विनीतः अपि गोपालः वीक्षिष्येते वीक्षिष्येते अस्तु वीक्षिष्येते अस्तु तैः साकं भृशं मोदिष्यावहे भृशम् इत्युक्ते बहवः इति वा हा तत्र अथवा बहु तत्र हा बहवः बहु इति तत्र ते मिलित्वा ते बालाः मिलित्वा क्रीडन्ति तत् दृष्ट्वा मित्रे विनीतः अपि च गोपालः रमेते हा तत्र आनन्दम् अनुभवन्ति सत्यं भगिनि आनन्दं तत्र मोदते तत्र नाम तत्र आनन्दं भवति सन्तुष्टाः भवन्ति ते इति सत्यं हा रात्रिं यावत् तत्रैव रंस्यावहे तत्र सागरतीरे ते रात्रिं यावत् रात्रिपर्यन्तं ते तत्र एव भवन्ति तिष्ठन्ति अपि च एतत् सुन्दरः सुन्दरं रूपं दृष्ट्वा ते मोदन्ते समीचीनं भगिनि समीचीनं हा अस्तु अतः तत्र केवलं विवरणम् एतत् कुर्मः चेत् तत्र इदानीं तत्र पाठे किम् आसीत् इति पुनस्मरणं भवति इदानीं तत्र प्रश्नाः ये सन्ति तेषाम् उत्तराणि प्राप्तुं प्रयत्नं कुर्मः तर्हि शुभदा भगिनी नमस्कारः अस्तु तर्हि इदानीं तत्र अस्तु ललिता भगिनी इदानीं तत्र प्रथमप्रश्नस्य उत्तरं वदति वा भगिनि ललिता भगिनि इण्टर्नेट् अस्तु भगिनि तत्र पुटसङ्ख्या 88 मध्ये पुटसङ्ख्या 88 मध्ये प्रथमप्रश्नस्य उत्तरं किम् इति वदति वा शुभदा भगिनी नमस्कारः अस्तु वदतु भगिनि गोपालः सागरतीरे किं करिष्यति गोपालः सागरतीरे विनीतस्य प्रतीक्षां करिष्यति हा समीचीनं भगिनि अस्तु समीचीनम् अस्तु अग्रे मधुमहोदय द्वितीयवाक्यं द्वितीयप्रश्नः किं किं सायङ्काले सागरशोभा वर्धिष्यते सागर सायङ्काले सागरशोभा वर्धिष्यते अत्र बहवः जनाः तत्र सागरशोभा वर्धिष्यते नाम तत्र सत्यं वा इति प्रश्नः तत्र सायङ्काले सायङ्काले सागरस्य सौन्दर्यं तत्र किं तत्र अधिकं भवति वा तत्र द्रष्टुम् इति प्रश्नः सायङ्काले सागरशोभा वर्धिष्यते समीचीनम् अस्तु अग्रे शोभा भगिनि अग्रिम तृतीय किं सर्वे सागरसौन्दर्यम् आस्वदिष्यन्ते आम् सर्वे तत्र विनीतः गोपालः सर्वे जनाः च सागरसौन्दर्यम् आस्वदिष्यन्ते हा समीचीनम् अस्तु अग्रे तत्र नरेश महोदय अग्रिमप्रश्नः किं चन्द्रः आकाशे प्रकाशिष्यते आम् चन्द्रः आकाशे प्रकाशिष्यते हा समीचीनम् अस्तु उषा भगिनी आं महोदय किं सायङ्काले सूर्यः सागरे गाषिष्यते आं सायङ्काले सूर्यः सागरे गाषिष्यते हा समीचीनम् अस्तु अग्रे तत्र प्रिया भगिनी प्रिया भगिनी अस्तु तर्हि शुभदा भगिनी नमस्कारः श्रूयते वा अस्तु तर्हि तत्र शुभा भगिनी अग्रे शुभदा भगिनी श्रूयते भगिनी पुटसङ्ख्या अस्ति 88 भगिनी अग्रिमप्रश्नस्य उत्तरं यदि कर्तुं शक्नोति चेत् सिद्धा भवतु पुनः पृच्छामि अस्तु अस्तु शुभा भगिनी अग्रे आं महोदय तत्र षट् सङ्ख्या किल महोदय सत्यं भगिनि सायङ्काले सायङ्काले आकाशे कः रक्तवर्णेन शोभिष्यते सायङ्काले आकाशे सूर्यः रक्तवर्णेन शोभिष्यते हा समीचीनम् अस्तु शुभदा भगिनी इदानीम् अग्रिमप्रश्नः प्रायशः भवति तत्र गतवर्गे नासीत् इति मन्ये भगिनी अतः तत्र यदि न कर्तुं शक्नोति चिन्ता मास्तु किञ्चित् शृणोमि अनन्तरम् अस्तु अस्तु भगिनि अस्तु अस्तु चिन्ता मास्तु अस्तु तर्हि तत्र नरेश महोदय अग्रिमप्रश्नः आं महोदय सागरतीरे रात्रिं यावत् कौ रंसेति सागरतीरे रात्रिं यावत् विनीतः गोपालः च रंसेति विनीतः गोपालः च रंसेति समीचीनम् अस्तु अग्रे उषा भगिनी सागरतीरे कीदृशाः बालाः वर्धिष्यन्ते सागरतीरे क्रीडारताः बालाः वर्धिष्यन्ते अस्तु वर्धिष्यन्ते नाम तत्र भिन्नः अर्थः वर्तते वर्तते हा वर्तते अत्र समीचीनम् अस्तु ललिता भगिनी अग्रे सायङ्काले सायङ्काले पक्वं फलम् इव कः भाषिष्यते सायङ्काले गाहिष्य न सायङ्काले पक्वं फलमिव पक्वं फलमिव फलमिव कः भाषिष्यते सूर्यः सूर्यः पक्वं फलमिव भाषिष्यते परन्तु गाहिष्यमाणसूर्यः अस्तु अस्तु तत्र न गाहिष्यमाणः न तत्र प्रायशः गायमानः इति अथवा किन्तु अग्रे पश्यामः समीचीनं भगिनि अस्तु अग्रे प्रिया भगिनी हा भाषिष्य सूर्यः भाषिष्य भाषिष्यते अस्तु अन्तिमप्रश्नः प्रिया भगिनी प्रिया भगिनी श्रूयते वा क्षम्यतां महोदय क्षम्यताम् अस्तु किं द्वे मित्रे सागरतीरे मोदिष्येते विनीतः गोपालः च सागरतीरे मोदिष्येते तौ मोदिष्येते समीचीनम् अत्र अहं विनीतगोपालौ इति अपि वक्तुं शक्नोति समीचीनं भगिनि गोपालविनीतौ अथवा विनीतगोपालौ तत्र सागरतीरे मोदिष्येते इति समीचीनं भगिनि अस्तु परन्तु तत् लिखामि चेत् च इति न भवितुमर्हति किल सत्यं पृथक् पृथक् लिखामश्चेत् च आवश्यकं नो चेत् तत्र च नास्ति किन्तु द्विवचने तत्र द्वौ इति तत्र आलक् तत्र विनीतौ इति तत्र गोपालविनीतौ इति अस्ति चेत् तदपि समीचीनं तत्र मोदिष्येते इति द्विवचनमेव भवति अस्तु समीचीनं भगिनि अस्तु तर्हि इदानीं तत्र रूपस्य ज्ञानं प्राप्तं पाठस्य अपि पुनस्मरणं जातं समीचीनम् इदानीं तत्र अग्रे शुभदा भगिनी इदानीं तत्र भवती इदानीं वक्तुं शक्नोति वा आं महोदय अस्तु तर्हि तत्र पेज् 86 मध्ये भगिनी तत्र आत्मनिपदि धातूनां तत्र लृट् लकाररूपाणि दत्तानि सन्ति तत्र वन्द् इति धातोः एकवारं पठति वा तत्र आं महोदय आत्मनेपदीनां धातूनां लृट् लकारे रूपाणि एवं भवन्ति वन्द् धातुः वन्दिष्यते वन्दिष्येते वन्दिष्यन्ते वन्दिष्यसे वन्दिष्येथे वन्दिष्यध्वे वन्दिष्ये वन्दिष्यावहे वन्दिष्यामहे हा इति समीचीनं भगिनि हा इदानीम् अतः तत्र एतत् सामान्यरूपम् अस्ति मध्ये इष् इति स्थापयामः किन्तु तत्र विशिष्टरूपाणि अपि सन्ति अतः तत्र मन् इति अस्ति तत्र मन् इति अधोभागे अस्ति तत् एकवारं पठति वा भगिनि मन् इति धातुः मन्यते प्रथमं तु लट्लकारः दत्तमस्ति तदनन्तरं भविष्यत् लृट्लकारः मन् इति धातोः मन्यते मन्स्यते इति रूपं भवति इदानीं तत्र मन्स्यते इति तस्य नवरूपाणि एकवारं वदति वा भगिनि आं महोदय मन्स्यते मन्स्येते मन्स्यन्ते मन्स्यन्ते समीचीनं मन्स्यसे मन्स्येथे मन्स्यद्वे मन्स्ये मन्स्यावहे मन्स्यामहे हा मन्स्ये मन्स्यावहे मन्स्यामहे समीचीनं भगिनि अस्तु अग्रे तत्र उषा भगिनि अग्रे तत्र वर्तते वृत् इति अस्ति तत्र वर्तिष्यते तस्य नवरूपाणि वदतु भगिनि लृट् लकारं महोदय लृट् लकारान् सत्यं वर्तते वर्तिष्यति वर्तिष्यते वर्तिष्येते वर्तिष्यन्ते वर्तिष्यसे वर्तिष्येथे वर्तिष्यध्वे वर्तिष्ये वर्तिष्यावहे वर्तिष्यामहे इति अस्ति समीचीनम् अस्तु अग्रे तत्र नरेश महोदय इदानीं तत्र शीङ् धातुः श्येते इति आं महोदय शीङ् धातु लट् लकारे श्येते लृट् लकारे शयिष्यते शयिष्यते शयिष्येते शयिष्यन्ते शयिष्यसे शयिष्येथे शयिष्यध्वे शयिष्ये शयिष्यावहे शयिष्यामहे हा इति समीचीनम् अस्तु अग्रे मधुमहोदय इदानीं तत्र अग्रिमधातुः क्रीन् धातुः क्रेष्यते इति क्रेष्यते अस्तु महोदय क्रेष्यते क्रेष्येते क्रेष्यन्ते क्रेष्यसे क्रेष्येथे क्रेष्यद्वे क्रेष्ये क्रेष्यावहे क्रेष्यामहे हा समीचीनं महोदय हा अस्तु अग्रे ललिता भगिनी तत्र इदानीं तत्र कृन् धातुः करिष्यते न न किन्तु तत्र करिष्यते इति न कृतं भगिनि कुरुते लकार करिष्यते करिष्येते करिष्यन्ते करिष्यसे करिष्येथे करिष्यध्वे करिष्ये करिष्यावहे करिष्यामहे हा समीचीनं भगिनि अस्तु शोभा भगिनि तत्र ईक्षिष्यते इति आं महोदय ईक्षते इत्यस्य ईक्षिष्यते ईक्षिष्यते ईक्षिष्येते ईक्षिष्यन्ते ईक्षिष्यसे ईक्षिष्येथे ईक्षिष्यध्वे ईक्षिष्ये ईक्ष्ये भवति वा ईक्षिष्ये एव भवति वा महोदय हा ईक्षिष्ये ईक्षिष्यावहे ईक्षिष्यामहे हा समीचीनं भगिनि अस्तु प्रिया भगिनी इदानीं तत्र पद् इति पद् इति पद्यते लट्लकारः लृट्लकारः पत्स्यते पत्स्यते पत्स्येते पत्स्यन्ते पत्स्यसे पत्स्येथे पत्स्यध्वे पत्स्ये पत्स्यावहे पत्स्यामहे हा समीचीनं भगिनि अस्तु इदानीं तत्र वंशी अर्थं किं पत्स्यते पद्यते तत्र न स्मरामि भगिनि अस्तु क्षम्यतां भगिनि पेरिष्यति वा पत्यते जस्ट् लैक् पतति इति अर्थः एव वा? फाल् अस्तु अस्तु. गतौ इति अस्ति किं भगिनि? गतौ इति अस्ति महोदय, पद् इति धातुः पद्यते द्विपदिगणीय गतौ गतौ इति अस्तु अस्तु गतिः. हा तत्र फाल् इति प्रायशः तद् अपि अस्ति वा? न न जानामि, तदेव ललिताभगिनी उक्तवती तत्र फाल् इति. अस्तु भगिनि, अस्तु धन्यवादः भगिनि. अस्तु वंशीसुत भगिनि तत्र श्रूयते वा? श्रूयते भगिनि. हा, भुज् धातु तत् लट् लकाररूपमस्ति, भुङ्क्ते लुट् लकाररूपमस्ति, भोक्ष्यते आत्मनेपदिरूपमस्ति, भोक्ष्यते भोक्षेते भोक्षन्ते भोक्षसे भोक्षेथे भोक्षत्वे भोक्ष्ये भोक्षावहे भोक्षामहे भोक्ष्यावहे भोक्ष्यामहे भोक्षामहे यकारः समीचीनं अस्ति, समीचीनम् अस्तु. तत्र महोदय तत्र गाहिष्यते इति अर्थः किम् अस्ति महोदय? गाहिष्य तत्र समुद्रे अन्तः गच्छति इति, तत्र सेट् इति. एवं वा, तत्र धातु किम् अस्ति गाहिष्यते इत्यस्य धातु? गा इति तत्र घी धातुः वा? दृष्टवती गाः इति धातु अस्ति प्लवनम् इत्यस्य रूपे. प्लवनम् गाः, गाः इति धातुः पुनः कः भगिनि? गाः इति धातु, गाः एव धातु. परन्तु तत्र गाः इति धातु विलोडने इति अर्थे, टु डिस्ट्राय् टु कौण्टर् अटाक् इति अर्थे अस्ति. एतदपि अस्ति, हा गाः नाम अन्ते गच्छति इति, तत्र समुद्रस्य प्रवेशं करोति इति. तत्र समुद्रे तत्र अस्तमनं भवति इति. हा अस्तु, तर्हि तत्र अग्रे हा शुभदा भगिनी अन्तिमं तत्र भाषिष्यते इति. भाषिष्यते भाषिष्यते भाषिष्यते भाषिष्येते भाषिष्यन्ते भाषिष्यसे भाषिष्येथे भाषिष्यद्वे भाषिष्ये भाषिष्यावहे भाषिष्यामहे इति. समीचीनं भगिनि, अस्तु. हा अग्रे इदानीम् अग्रे अभ्यासः अस्ति, तम् अभ्यासं कुर्मः. तर्हि तत्र शोभा भगिनी आरम्भं करोति वा अग्रिम अभ्यासः? आम् महोदय, तत्र रिक्तस्थानानि पूरयत. लभते इति प्रथमं लट् लकारे, तस्य लृट् लकाररूपाणि लभते, तत्र लप्स्यते इति भवति, तत्र इडागम इष् लभिष्यति इति न भवति. लप्स्यते लप्स्येते लप्स्यन्ते, तत्र इडागमः न भवति इति. अपि तत्र नवरूपाणि सन्ति, नवरूपाणि, क्षमताम्. लप्स्यते लप्स्येते लप्स्यन्ते, लप्स्यसे लप्स्येथे लप्स्यध्वे, लप्स्ये लप्स्यावहे लप्स्यामहे. हा इति समीचीनम्, अस्तु. अग्रे नरेश महोदय. युध्यते युध्यते योत्स्यते योत्स्येते योत्स्यन्ते योत्स्यसे योत्स्येथे योत्स्यध्वे योत्स्ये योत्स्यावहे योत्स्यामहे. हा इति समीचीनं महोदय. अतः तत्र सर्वदा इष्यति नास्ति, तत्र सकारः अपि तत्र भवितुमर्हति, सकारः वा षकारः भवितुमर्हति. अस्तु अग्रे मधु महोदय. कम्पते इति महोदय, कम्पते अत्र कम्पेते कम्पिष्यते कम्पिष्येते कम्पिष्यन्ते कम्पिष्यसे कम्पिष्येथे कम्पिष्यध्वे कम्पिष्ये कम्पिष्यावहे कम्पिष्यामहे कम्पिष्यामहे. हा अन्तिमं कम्पिष्यामहे कम्पिष्यामहे, अस्तु. हा समीचीनम्, अस्तु. अग्रे उषा भगिनी. आं महोदय, जायते जन् धातुः, जनिष्यति जनिष्येते जनिष्यन्ते जनिष्यसे जनिष्येथे जनिष्यद्वे जनिष्ये जनिष्यावहे जनिष्यामहे. हा इति समीचीनम्, अस्तु. अग्रे अवंशीसुर भगिनी, तत्र यजते आं महोदय, यजते यज् इति धातुः अस्ति, यजते इति लट्लकाररूपमस्ति, यक्षते यक्षेते यक्ष्यन्ते, यक्षसे यक्ष्यथे यक्षध्वे यक्ष्ये यक्षावहे यक्ष्यामहे इति अस्ति. अस्तु, समीचीनम्. इदानीं तत्र रूपाणि रूपाणि परिवर्तनं भवति, तत्र कथं स्मरामि महोदय तत्र तत्र विशिष्टरूपाणां तत्र सूत्रम् इति एव उपयुज्य एव तत्र स्मरणं भवति, नो चेत् अभ्यासेन, खलु भगिनि? अत्र पश्यतु, जायते जायते इति जनिष्यते भवति, यक्ष यजते धातु धातु धातोः स्मरणम् आवश्यकं, खलु? समीचीनं महोदय. तत्र झन् इति अपि तत्र सर्वदा इष् इति नास्ति, तत्र स्यकार सकारः अपि भवितुम् अर्हति. किन्तु तत्र आधिक्येन तत्र बहुवारं बहुवारं किं पश्यामः, तत्र साधारणरूपं सामान्यरूपस्य प्रथम सोपानं किं, तत्र साधारणरूपस्य दृढस्थापनं, खलु? एतानि उदाहरणानि कृते कोऽपि शार्ट्कट् अस्ति वा, ट्रिक् अस्ति वा? यदि अन्य कोऽपि जानाति चेत् वदन्तु. अस्तु महोदय. अस्तु भगिनि, अतः तत्र इदानीं भवती वंशीश्वरभगिनी भवत्याः तत्र उपस्थापनं भागं कर्तुम् इच्छति वा इदानीं? आम् आं महोदय, अहं लिङ्क् प्रेषयिष्यामि एकैषां. तत्र पदच्छेदद्वयमेव अवशिष्टः महोदय, परन्तु तत्र विंशतिनिमिषाः सन्ति भगिनि, अतः तत्र कर्तुं एकनिमिषं महोदय, करिष्यामि, शेर् करिष्यामि. तत्र उद्घाटनम् सर्वे उद्घाटयन्तु कृपया. तत्र लिङ्क् अस्ति चाट् मध्ये. गतवर्गे यः लिङ्क् यत् लिङ्क् आसीत् तदेव, खलु भगिनि? तदेव महोदय, किमपि न परिवर्तनं. महोदय, क्षम्यतां, कुत्र कुत्र चाट् मध्ये प्रेषितवती महोदय? वाट्साप् चाट् मध्ये वा? न न न न महोदय, तत्र कान्फरेन्स् काल् मध्ये एव. तत्र चाट् इति एक कमाण्ड् अस्ति, बटन् अस्ति खलु महोदय? गूगल् डाक्युमेण्ट् अस्ति. अस्तु भगिनि, इदानीं भवत्याः तत्र उत्तरदायित्वम्. अस्तु महोदय, तत्र वयं कति त्रीणि त्रयः परिच्छेदः पठितवन्तः, परन्तु एकवारं पुनस्मरणं करोमि, संक्षिप्तेन अहं वदामि तत्र कथायां किमस्ति, यतोहि बहवः जनाः अद्य आगतवन्तः. अतः कथायाः शीर्षिकायाः नाम अस्ति उपकारी चोरः. तत्र एकस्मिन् नगरे एकः चोरः आसीत्, सः बहु निपुणः आसीत्. सः एकवारं कश्चन पण्डिताः दृष्टः. सः ते पण्डितान् पण्डितात् न पण्डितेभ्यः सः चोरं कर्तुम् इष्टः, परन्तु पण्डितैः किं कुर्वन्तः इत्युक्ते तेषां पार्श्वे यत् धनम् आसीत् तत् सर्वं परिवर्त्य ते बहुमूल्यानि रत्नानि क्रीतवन्तः. चोरः कथं रत्नानि चोरयामि इति चिन्तयन् आसीत्, अपि च सः किं कृतवान् इत्युक्ते केनापि कारणेन सः पण्डितैः सह गतवान् इत्युक्ते ते मार्गे सन्ति, तेषां तेन सह चोरः अपि गतवान्. ते सर्वे कस्मिंश्चित् ग्रामे मार्गे मध्ये सन्ति, तत्र किं कृतवान् इत्युक्ते तत्र पण्डितैः सह गतवान्, अपि च मार्गमध्ये अरण्यमध्ये केचन किराताः सन्ति, तेषां पार्श्वे एकः विचित्रकाकः आसीत्। सः काकः यदि कोऽपि मार्गे मध्ये गच्छन्ति तेषां पार्श्वे कति धनं या मूल्यानि वस्तूनि सन्ति चेत् सः काकः जानाति। सः झटिति किरातान् सूचयति कि यत् पन्ताः पार्श्वे धनाः सन्ति अपि च मूल्यानि रत्नानि अपि सन्ति। तदा किराताः पन्थान् चोरयितुं शक्नुवन्ति। अतः तावदेव अभवत्। किराताः अत्र काकः पण्डितान् अपि च चोरः दृष्ट्वा किरातान् सूचितवन्तः यत् तेषां पार्श्वे मूल्यानि धनानि सन्ति। अधुना किम् अभवत् इत्युक्ते तत्र अग्रे पठामः। समीचीनं वा महोदय? मम दोषाः सन्ति चेत् वदतु अत्र। समीचीनं, समीचीनमेव भगिनी। अस्तु अस्तु, मम किञ्चित् व्याकरणदोषाः सन्ति अहं जानामि कुत्र कुत्रचित्, किन्तु भगिनी तत्र सर्वदा भवति एव, किन्तु तत्र आधिक्येन तत्र सम्यक् एव अस्ति, अतः चिन्ता मास्तु। अस्तु अस्तु महोदय, अधुना तु कथाम् अवगन्तवन्तौ किल सर्वे? किमपि संशयः अस्ति वा? अस्तु, अग्रे गच्छामः। तत्र तु तदा पण्डितैः तत्रतः पठनीयं। शुभदा भगिनी पठति वा अधुना अद्य? आं भगिनी पठामि। अस्तु, तत्र पठित्वा एकमेकं वाक्यं पठित्वा तत्र विभक्तिरूपाणि किम् अस्ति अपि च तत्र कर्तृप्रयोगे अस्ति वा कर्मणि प्रयोगे अस्ति वा वाक्यं वदतु अपि च तस्य अर्थमपि वक्तुं शक्नोति वा? आमां प्रयत्नं करोमि। हा, कदा तु अवगतवती किल तत्र यत् किमपि अभवत् तावत्पर्यन्तं अवगतवती यावत्पर्यन्तम् अवगतवती, परन्तु अग्रे किं भवति इति न जानामि, परन्तु सर्वे तत्र तु वयं स्थगितवन्तः, तत्र समयः अभवत् अतः। अस्तु अस्तु, तदा पण्डितैः रत्नरक्षणार्थम् एकम् उपायं चिन्तितम्। तदा पण्डितैः चत्वारः कीदृशवाक्यमस्ति तत्र? कर्मणि प्रयोगे अस्ति वा कर्तरिप्रयोगे अस्ति वा? कर्ता कः अस्ति, कर्म कः अस्ति, एकवारं वदतु भगिनि। अत्र तु कर्मणि प्रयोगः अस्ति, भूतकालार्थं कर्मणि प्रयोगः। पण्डितैः इति कर्ता अस्ति, तत्तु तृतीया विभक्तेः विभक्त्याम् अस्ति। चत्वारः पण्डिताः, अतः तस्य बहुवचनम् अस्ति, पण्डितैः इति तृतीया विभक्ति बहुवचने। रत्नरक्षणार्थम् एकम् उपायं चिन्तितम्। अत्र चिन्तितम् इति क्रियापदं तु अस्ति, परन्तु अत्र विशेषणस्य कार्यं करोति। पण्डितैः चिन्तितं, किं चिन्तितम्? उपायं चिन्तितम्। उपायम् इति प्रथमा विभक्त्याम् अस्ति, यतोहि तत्तु कर्मपदमस्ति, अतः उपायम् इति प्रथमा विभक्ति एकवचने उपायम् इति। चिन्तितम् इति तस्य विशेषणम्, अतः तस्यापि लिङ्गवचनविभक्ति विशेष्यम् अनुगच्छति, अतः चिन्तितम् इति इक्तप्रत्ययः तस्य नपुंसकलिङ्गे प्रथमा विभक्ते एकवचने चिन्तितमिति भवति। अत्र एकम् उपायमपि भवति, एकमपि उपायम् इत्यस्य विशेषणं भवति भगिनि। एकमपि अस्ति, एकमपि तत्र विशेषणमस्ति, उपायम् एकम् उपायम् इति। रत्नरक्षणार्थकं क्षम्यतां, रत्नरक्षणार्थम् एकम् उपायम् इति, रत्नरक्षणार्थम् एकम् इति तत्र वर्णमेलनं भूत्वा एकं समीचीनम् अभवत्। रत्नरक्षणार्थम् इति रत्नस्य रक्षणार्थम् और् रत्नानां रक्षणार्थम् इति भवितुमर्हति। रत्नरक्षणाय, रत्नरक्षणार्थे अपि च रत्नरक्षणार्थ रत्नरक्षणस्य कृते एतानि अपि वक्तुं शक्यते, वक्तुं शक्यते. अतः चतुर्थी अपि भवितुम् अर्हति, षष्ठी अपि भवितुम् अर्हति. समीचीनम्. आमाम्. अत्र तस्य अर्थं तु सरलमस्ति. तदा पण्डितैः रत्नरक्षणार्थम् एकम् उपायं चिन्तितं. पण्डिताः चत्वारः पण्डिताः रत्नस्य रक्षणार्थं किं कुर्यात् इति एकम् इति चिन्तित्वा एकम् उपायं चिन्तितवन्तः इति कर्तरीरूपे. समीचीनम्. अग्रे अग्रे गच्छतु भगिनी. एकः प्रश्नः भगिनी, वंशीसुधा उपायः पुंलिङ्गे अस्ति न भगिनि, नपुंसकलिङ्गे अस्ति. उपायः उपायः वा उपायं वा? उपायः इति मन्ये उपायम् अपि अस्ति. अत्र कर्मणि प्रयोगः अस्ति चेत् तस्य प्रथमाविभक्त्यामेव भवितुम् क्षम्यताम्. उपाय न जानं किमर्थ उपाय उपायः एव अस्ति भगिनि. क्षम्यताम्. धन्यवादः. चिन्तितः भवति. अहं परिवर्तयिष्यामि. तत्र किमर्थम् उपायम् इति सर्वदा भवति मम मनसि न जानामि. धन्यवादः भगिनि. तत्र एकः उपायः, तत्र तु चिन्तितः, तत्र तु एकं नास्ति, एकः भवति, एकः उपायः. अस्तु अस्तु, अग्रे गच्छतु भगिनि. तैः झटिति रत्नानि गिलितानि. रत्नरक्षणार्थं किं कुर्यात् इति उपायं चिन्तित्वा एकम् उपायं ते प्राप्नुवन्तः. तेन उपायेन रत्नानां रक्षणार्थं ते झटिति रत्नानि गिलितवन्तः. अत्र तैः गिलितानि, अत्रापि कर्मणि प्रयोगः अस्ति. झटिति इति अव्ययम् इति अहं चिन्तयामि. तैः इति कर्तृपदम् अत्र कर्मणि प्रयोगः भवति इति कृत्वा तस्य तृतीयाविभक्ति बहुवचने तैः इति. रत्नानि गिलितानि, रत्नानि इति कर्मपदम् अत्र प्रथमाविभक्ति बहुवचने अस्ति. अपि च तस्य गिलितानि इति तस्य विशेषणम् प्रत्ययः, अतः गिलितानि इति समानमेव लिङ्गवचनविभक्ति रत्नानि इत्यस्य. अतः उपायः तु एतत् अस्ति. रत्नस्य रत्ना वाट् यु सी रत्नानि रत्नाः न उपायः अस्ति. ते सर्वे रत्नाः किं कुर्वन्ति इति चिन्तयन्ति. ते रत्नाः ते गिलितानि इत्युक्ते तत्र तु यदि कोषे कुत्रापि स्थापितानि चेत् तत्र तु किराताः चोरयिष्यन्ति. अतः ते किं कुर्वन्ति इत्युक्ते ते झटिति तत्र सर्वं सर्वे गिलितवन्तौ. अतः ते कुत्रापि नास्ति, अधुना तु कुत्रापि न दृश्यते. परन्तु अग्रे पठतु भगिनि. अहम् एक प्रष्टुमिच्छामि, हैड् इति इत्यस्य कृते किं कः शब्दः अस्ति? हैड् इत्यस्य कृते रहस्येन स्थापितम् इति वक्तुं शक्यते वा? गुप्तरीत्या अपि भवति. रहस्येन स्थापितानि नो चेत् कोऽपि प्रेषयतु. सः शब्दः अत्र आवश्यकः अस्ति इति मम चिन्तनं. समीचीनं. किम् अस्ति महोदय, किमपि अस्ति वा महोदय? तत्र हैड् इत्यस्य कृते किम् अस्ति? तत्र गुप्तरीत्या इति एव चिन्तयामि, किन्तु तत्र क्रियापदम् अस्ति वा इति तत्र गुह्यति वा? गुह्यति तस्य तुमन्तु किं भवति? गुहितुं न धातु गुह् अस्ति न भगिनि? गुहधातु गुहितुमेव भवति अहं चिन्तयामि, यतोहि तत्र सेट् अस्ति, वेट् अस्ति, वेट् अस्ति, अतः भवितुम् अर्हति. गुहितुं भवितुमर्हति इति महत्त्वं चिन्तनम्. अतः रत्नानि गुहितुं पण्डिताः तानि रत्नानि गिलितवन्तः इति वक्तुं शक्यते. समीचीनं समीचीनं. किरातैः काकस्य वचनं श्रुत्वा पण्डिताः बद्धाः. किरातैः काकस्य वचनं श्रुत्वा पण्डिताः बद्धाः. क्षम्यताम्. वक्तुं शक्यते न भगिनि? पठितुं शक्यते न? आमाम् आम्. काकस्य वचनं श्रुत्वा किरातैः किमर्थं भगिनि अत्र किरातस्य काकस्य वा? हा न, किरातैः किरातैः किं कुर्वन्तः इत्युक्ते काकस्य वचनं श्रुत्वा तैः किं कृतवन्तः? काकस्य वचनं श्रुत्वा पण्डिताः बद्धाः. अत्र तु श्रुत्वा इत्यस्य वचनं श्रुत्वा इति तेन सह अन्वयः भवति. अतः कस्य वचनं श्रुत्वा? काकस्य वचनं श्रुत्वा पण्डिताः बद्धाः. तत्र द्वितीयवाक्यं भवति पण्डिताः बद्धाः. यदि काकस्य वचनं श्रुत्वा अपगच्छति अपि वाक्यस्य शुद्धता अस्ति. किरातैः पण्डिताः बद्धाः. किरातैः काकस्य वचनं श्रुत्वा तत्र तु यद्यपि तत्र त्वान्त नो चेत् तुमुन् प्रयोगः भवति तत्र तेन सह अपि वाक्यस्य शुद्धता भवेत् इति एव तत्र अस्माकं किमस्ति तत्र परीक्षा कर्तव्यमेव. किरातैः पण्डिताः बद्धाः इति एकं वाक्यं भवति. द्वितीयवाक्यं भवति काकस्य वचनं श्रुत्वा पण्डिताः बद्धाः. भगिनि तत्र धातोः गूहति गूहते इति भवति तुमुन् प्रत्यय गुहितुम् अस्ति भगिनि गुहितुम् अस्ति न तुमुन् प्रत्यय पश्यामि किन्तु गुह्यते इति गुह्यति इति गुह्यते इति आत्मनेपदिरूपमस्ति न गुहति गूहते इति दत्तं गूहते परस्मै गूहते इति आत्मनेपदि गुह्यते इति गुह्यते इति कर्मणि प्रयोगे अस्ति भगिनि गुह् धातु कर्मणि प्रयोगे यः प्रयोगः गुह्यं कृतं वा या गुह्यते कर्मणि प्रयोगे अस्ति. अस्तु अस्तु अस्तु तर्हि समीचीनम्. अस्तु. किरातैः काकस्य वचनं श्रुत्वा पण्डिताः बद्धाः. किरातैः किं कृतम् इत्युक्ते किरातैः काकस्य वचनं श्रुत्वा पण्डितान् बद्धवन्तः. बद्धाः त प्रत्यय बद्धाः भवति न अहं कर्तरीप्रयोगे बद्धवन्तः समीचीनं समीचीनं बद्धवन्तः. किराताः पण्डिताः बद्धवन्तः. किमर्थं चेत् काकस्य वचनं शृणु श्रुतवन्तः अपि च तदनन्तरं पण्डिताः बद्धवन्तः. अत्रापि किं लिखितमस्ति एतत्तु कर्मणि प्रयोगः अस्ति. एकं वाक्यम् अधुना पठित्वा तत्र समापयतु भगिनी. अन्य कोऽपि वदन्ति पण्डितानां वस्त्राणि निष्कास्य किरातैः सर्वम् अन्विष्टम्. रत्नानाम् अन्वेषणं कर्तुं किरातैः पण्डितानां वस्त्राणि निष्कास्य तत्र वस्त्रेषु पण्डितानां वस्त्रेषु रत्नानि सन्ति किम् इति अन्वेषणं कर्तुं किराताः तेषां वस्त्राणि निष्कासितवन्तः रत्नानाम् अन्वेषणं कर्तुम्. अत्र तु पुनः कर्मणि प्रयोगः एव अस्ति अन्विष्टम् इति. किरातैः अन्विष्टं किम् अन्विष्टं रत्नानि अन्विष्टं वि केन् सी रत्नानि अन्विष्टं यदि तेन सह भवति तर्हि रत्नानि इति न लिखितं मया तु परन्तु रत्नानि अन्विष्टानि इति भवति रत्नानि अन्विष्टं न भवति रत्नानि अन्विष्टानि सत्यं. तत्र निष्कास्य किमस्ति भगिनि तत्र निष्कास्य इति नि उपसर्गपूर्वकः कस् कास् धातोः ल्यबन्त अस्ति उपसर्गः अस्ति अत्र अत्र अतः अत्र ल्यबन्तप्रयोगः अस्ति लबन्तप्रयोगस्य अपि च तत्र वस्त्राणि इति रूपं किमस्ति वस्त्राणि इति कर्मपदमस्ति अत्र ल्यबन्तरूपस्य कर्मपदमस्ति अतः वस्त्राणि इति तु द्वितीयाविभक्ति बहुवचने समीचीनं समीचीनं सर्व समीचीनम् अन्विष्टमिति दान्तप्रयोगः अस्ति यतोहि तत्र कर्म नास्ति अतः नपुंसकलिङ्गे भवति अन्विष्टं भाव्यप्रयोगे किरातैः अन्विष्टम् इति भाव्यप्रयोगे अस्ति अतः तत्र सर्वत्र तु अव्ययमस्ति अतः किरातैः सर्वत्र अन्विष्टम् इति वाक्यस्य प्रयोगः भवति अस्तु भगिनि धन्यवादः शुभदा भगिनि धन्यवादः धन्यवादः अधुना प्रिया भगिनी वक्तुम् इच्छति वा एकः प्रश्नः सर्वत्र अन्विष्टम् इति कर्मणि प्रयोगे अस्ति अस्तु कर्तरि प्रयोगे यदि लिखामः चेत् किरातैः सर्वत्र अन्वेषणं कुर्वन्तः इति किराताः सर्वत्र अन्वेषणं कृतवन्तः अपि च बद्धाः बन्ध् धातु अस्ति रैट् बध्नाति बद्ध् धातु बन्ध् तत् अस्ति न बन्ध् तति बध्नाति बध्नाति अस्ति बन्ध् बन्ध् धातु अस्ति क्षम्यता बध्नाति बध्नाति भग्नीतः बध्नन्ति समीचीनं किल भगिनि आं भगिनि परन्तु तान्तप्रयोगः तु बद्ध् भवति परन्तु बद्ध् भवति तत्र कथं भवति इति न जानामि परन्तु तत्र प्रयोगः रूपसिद्धिः न जानामि परन्तु बद्ध इति अस्ति अस्तु उषा भगिनी पूर्वस्मिन् कक्षायां भवती कृतवती किल आम् आं भगिनि प्रिया भगिनी कर्तुम् इच्छति वा आम् आं भगिनि करोमि तत्र किन्तु तः किन्तु यदि मम दोषाः सन्ति तु कृपया वदन्तु तत्र लेखने सर्वे पश्यन्तु अस्तु भगिनि किन्तु तः आरभणीयं या किन्तु धनं तत्र अन्विष्टमिति अभवत् न किन्तु धनं तैः अस्तु किन्तु धनं तैः कुत्रापि न प्राप्तं तैः इत्युक्ते किरातैः किरातान् धनं कुत्रापि न प्राप्तवन्तः इति तत्र धनः अस्ति वा धनम् अस्ति धनमेव अस्ति न धनमेव आम् धनमेव अस्ति न अतः तत्र वदतु भगिनि तत्र प्राप्तम् इत्येन सह धनम् इति अव्ययः भवति तत्र अन्वयः भवति अतः धनं प्राप्तम् इति भवति किन्तु तु अव्ययमस्ति तैः धनं न प्राप्तम् आम् अहम् कर्तरी प्रयोगे उक्तवती अस्तु अस्तु भगिनि न प्राप्तवन्तः इति समीचीनं तत्र तु वाक्यस्य एकवारं तत्र कथं कर्मणि प्रयोगे भवति तदपि अस्तु अस्तु भगिनि तैः इत्युक्ते कर्तरी तृतीयाविभक्ति अस्ति कर्मणि प्रयोगे तृतीयाविभक्ति अस्ति तैः बहुवचनरूपं किरातैः कुत्रापि न धनं प्राप्तम् अत्र इक्तप्रयोगः अस्ति तत्र कर्मस्य कर्मपदस्य अनुसृत्य प्राप्तमिति धनं करोति परन्तु किरान्तैः अयं विषयः न त्यक्तः अत्र अयं विषयः न त्यक्तः इति कर्मणि प्रयोगे प्रथमविभक्तौ अस्ति इक्तप्रयोगः विषयः त्यक्तः अयम् इति विषयस्य विशेषणमस्ति पुल्लिङ्गे अयम् इमौ इमे प्रथमविभक्ति एकवचनं अयं विषयः न त्यक्तः कैः न त्यक्तः किरातैः न त्यक्तः समीचीनम् अयम् इत्यस्य प्रातिपदिकं किम् अस्ति भगिनि इदम् इति चिन्तयामि हा समीचीनं इदम् अस्ति अतः अयम् इति पुल्लिङ्गशब्दः अस्ति अयं विषयः न त्यक्तः समीचीनं त्यक्तः इति धातुः किम् अस्ति त्यज् त्यज् लट्टकारूपं त्यक्तवती ओ त्यजति त्यजति क्षम्यता त्यजति इति लट्लकाररूपमस्ति तप्रत्ययः त्यक्तः अस्तु भगिनि हा अग्रे गच्छतु वंशीसुधा भगिनी विषयः विषयम् अस्ति वा भगिनि विषयः एव न आम् पुल्लिङ्गे एव विषयः पुल्लिङ्गशब्दः हा पुल्लिङ्गे अस्ति तत् जानामि परन्तु हा उपायम् इति कथा न जानामि कथम् उपायम् इति उपायः इति हा समीचीनम् अग्रे गच्छतु भगिनि तत् परिच्छेदं पठित्वा समापयतु अग्रे अन्य कोऽपि पठन्ति अस्तु धनं क्व इति पृष्टं कैः इति कर्तृपदम् अस्ति परन्तु अत्र नास्ति. तैः क्षम्यतां, तैः तैः धनं क्वः इति पृष्टं. धनं पृष्टम् इति इत्थप्रयोगः. धनं प्रथमा एकवचनं अस्ति नपुंसकलिकपदं. धनं पृष्टं, पृच्छ् इति धातुः, इक्तप्रयोगे पृष्टम् इति भवति. क्व इति कुत्र इति पदस्य अन्यरूपमस्ति. समीचीनम्, अव्ययरूपमस्ति. क्व इति कुत्र इति अर्थे अस्ति. तत्र तैः इति अध्याहर्तव्यं, यतोहि तत्र अहं न लिखितवती, परन्तु तैः इति पृष्टम् इत्येतेन सह अव्ययः भवति, यत् अन्वयः भवति. धनम् इत्यस्य अन्वयः भवति, परन्तु कैः पृष्टम् इत्युक्ते तैः पृष्टमिति तत्र उत्तरः उत्तरं प्राप्तं भगिनि. समीचीनं भगिनि, अग्रे गच्छतु. धनस्य विवरणे न दाते सति सर्वेषा आसु, एतत् करोमि. धनस्य विवरणे न दाते सति, अत्र सति सप्तमी प्रयोगे अस्ति. दाते सति इत्युक्ते यत् समये ते धनस्य विषये किञ्चित् विवरणं पृच्छन्ति इति. क्षम्यतां भगिनि, क्षम्यतां. तत्र किं करोति इत्युक्ते, यदा सतीसप्तमी प्रयोगः सामान्यरूपेण वक्तुम् इच्छति, तत्र यदा तदा वदतु भगिनि, तदेव तत्र समीचीनं भवति. अस्तु अस्तु अस्तु. यदा किरातः धनस्य विषये किञ्चित् विवरणं पृच्छन्ति तदा किं भवति अग्रे पश्यामः. सर्वेषां वधं कृत्वा चर्मं विधार्य अन्वेषणं कुर्मः इति तैः उक्तम्. किराताः उक्तवन्तः पण्डितान् वधं करोमि तत्र. सर्वेषाम् इति सर्वनामपदं, सर्व इति शब्दस्य षष्ठीविभक्ति बहुवचनरूपमस्ति. सर्वेषां वधं कृत्वा, वधम् अत्र कर्मपदमस्ति. कृत्वा इति त्वान्तरूपमस्ति. त्वान्तरूपस्य पूर्वं द्वितीय कर्मपदम् आगच्छति, द्वितीयविभक्ति, ततः वधं कृत्वा इति. चर्मं विदार्य, विदार्य अत्र ल्यप् प्रयोगः अस्ति. चर्मं तस्य कर्मपदमस्ति. चर्मं विदार्य अन्वेषणं कुर्मः. अन्वेषणम् अत्र ल्युट् ल्युट् अस्ति. अन्विषति, विष् इति धातुः, अहं चिन्तयामि विष् इति धातुः अस्ति. अन्वेषणं कुर्मः इति किराताः वदन्ति इति तैः उक्तम्. उक्तम् इति इक्तप्रयोगः अस्ति. तैः इति किराताः इति कर्मपदस्य सूचनं भवति अत्र. हा समीचीनं महोदय, तत्र समीचीनं वा सतिसप्तमी प्रयोगः वदतु महोदय. समीचीनमेव भगिनि, समीचीनं वा? अस्तु, दोषः नास्ति न, तत्र प्रयत्नं कृतवती अतः पृच्छन्ती अस्मि. न भगिनि, तत्र हा धनस्य विवरणे न दाते, हा दाते सति. हा भगिनि, प्रश्नः वंशसुधा भगिनी, चर्मम् इति अस्ति किल, चर्मम् इति भवति वा? न भवति, चर्म इति भवति. नपुंसकलिङ्गं न द्वितीयविभक्ति, तत्र कर्मपदवत् चर्माणि, चर्म चर्माणि चर्म, हा द्वितीय नास्ति. हा क्षम्यतां, हा धन्यवादः भगिनि. अस्तु प्रियभगिनी धन्यवादः, शुभभगिनी अपि धन्यवादः. नरेश महोदय, भवान् कृतवन्तः वा पूर्वसन्? एकः प्रश्नः भगिनि. हा वदतु भगिनि. अत्र धनस्य विवरणं, धनस्य विवरणं न दाते सति इति भवति वा? धनस्य विवरणे न दाते सति, विवरणम् इति सम्यक् भवति इति मम चिन्तनं. धनस्य विवरणं न दाते सति, किं न दाते सति? यतोहि विवरणम् इति तस्य विवरणं न दाते, ते दाते न कर्मपदम् हा विवरणं न दाते सति इति भवति वा? तदेव मम लिखितवती, विवरणे इति लिखितवती महोदय. तत्र विवरणम् अस्ति वा, विवरणे दाते न सति? विवरणं क्रियापदं तु दाते इति सप्तमी प्रयोगे भवति. न, किन्तु भगिनि तत्र एतत् कर्मणि प्रयोगः अस्ति खलु तत्र, अतः तत्र विवरणं दातम् एव, तत्र विशेषणविशेषभावः अस्ति. ओ तथैव तत्र मम चिन्तनम् आसीत् परन्तु तत्र विवरणं दातं किन्तु इदानीं तत्र नास्ति दातं नास्ति अथवा न अस्ति अतः तत्र सति इति भवति तत्र सति भवति न सप्तमी भवति न महोदय तत्रैव मम चिन्तनम् विवरणे विवरणे समीचीनमेव अस्ति भगिनि कर्मपदमेव अस्ति भगिनि अस्तु अस्तु विवरणं भगिनि तत्र एतत् कर्मपदम् अस्ति आं महोदय अतः तत्र विवरणम् इति सम्यक् भवति वा न न न विवरणं यदि विवरणं दातं भवति तर्हि अथवा न दातं भवति तर्हि तत्र सर्वेषां वदं कुर्मः इति किमपि तत्र विवरणम् इति विशेषणं भवति न दातम् इत्यस्य विशेषणं भवति पुस्तकं पठितं अतः तत्र तत्र प्रयोगः अस्ति न प्रयोग दातम् इति अस्ति अतः विवरणम् इति अस्ति तत्रैव तत्र तस्य तस्मात् विवरणं दातम् अतः तत्र विशेषणभावः अस्ति भगिनि विशेषभावः समीचीनं तदेव मम विवक्षा आसीत् परन्तु यदि अस्तु अस्तु धन्यवादः भगिनि नरेश महोदय भवान् कृतवन्तः पूर्वस्मिन् कक्षायां गतसप्ताहे अहं कृतवान् हा अस्तु तत्र गीताञ्जलि भगिनी करोति वा नमस्ते भगिनि नमस्ते भगिनि किमर्थं द्विवारं दर्शितवती भारतवर्षे अस्मि भगिनी तत्र एकस्मिन् अहं म्यूट् करोमि भगिनी हा इदानीं वदतु क्षम्यतां भारतवर्षे मधुमहोदय भवान् अपि न कृतवन्तः किल मधुमहोदय नमस्ते महोदय सप्राश अस्ति वा कृतवान् वा महोदय कक्षायां अहं न कृतवान् अस्तु तर्हि भवन्तौ द्वौ करोतु प्रथमं गीताञ्जलि भगिनी करोति तदनन्तरं भवान् समापयतु महोदय अस्तु गीताञ्जलि भगिनी पठति वा गीताञ्जलि भगिनी पठितुं शक्नोति वा श्रूयते वा हा श्रूयते किञ्चित् मन्दमस्ति भगिनि भवत्याः ध्वनिः अधुना समीचीनम् अधुना श्रूयते हा समीचीनमस्ति समीचीनमस्ति प्रथमत्रीणि वाक्यानि पठतु भगिनि तदनन्तरं मधुमहोदय पठितुं शक्नोति तदनन्तरं तस्मात् अन्तिमपरिच्छेदं तस्मात् तस्मात् चोरेण किरीटाः उक्ताः किरीटाः उक्ताः तस्मात् चोरेण किरीटाः उक्ताः अस्माकं सविधे धनं नास्ति तथापि संशयः वर्तते चेत् मम वधं कुर्वन्तु पश्यतु किरीटैः चोरस्य वधं कृतम् प्रथमं वाक्यस्य वदतु अस्तु तस्मात् चोरेण किराताः उक्ताः तस्मात् तु पञ्चमी अस्ति तस्मात् चोरेण किराताः उक्ताः चोरेण इति कर्मणि प्रयोगः अस्ति इति मन्ये समीचीनं चोरेण किराताः उक्ताः इत्युक्ते चोरे इत्युक्ते कर्तरि अस्ति चेत् चोरः किरातान् वदति इति उक्तवान् प्रत्यय क्षम्यतां महोदय उक्तवान् अस्माकं सविधे धनं नास्ति अस्माकं षष्टिविभक्ति क्षम्यतां षष्टिबहुवचनं षष्टिबहुवचनम् अस्माकं सविधे धनं नास्ति सविधे तु सप्तमी अस्ति, अस्माकं धनं नास्ति तु अवगतं, सविधे सप्तमी किन्तु अर्थः न जानामि. सविधे इत्युक्ते पार्श्वे इति अर्थे भगिनि. सविधे तु अहं चिन्तयामि तत्र समीपे अर्थे, समीपे अर्थे सप्तमी इति प्रयोगः. अस्तु अस्तु, धनं नास्ति. हा हा हा, सविधे, सविध, सविध इति प्रातिपदिकं. सविध पुल्लिङ्गशब्दः अस्ति. ओ, नपुंसकलिङ्गं वा? सविधम्. अस्तु, अस्माकं सविधे धनं नास्ति. त्रिषु लिङ्गेषु इति मन्ये भगिनि? त्रिषु लिङ्गेषु भवति वा? अस्तु, न जानामि इति दत्तम्. एवं वा? अस्तु अस्तु, इत्युक्ते सविधायामपि भवितुम् अर्हति इति वा? विशेषरूपेणापि भवितुम् अर्हति. हा, विशेषरूपेण भवितुम् अर्हति. तस्मात् कारणात् तत्र विशेषणस्य रूपाणि अपि भवितुम् अर्हति. हा, समीचीनम्. अस्तु अस्तु अस्तु, धन्यवादः. तथापि संशयः वर्तते चेत् मम वधं कुर्वन्तु, पश्यतु इति. तथापि संशयः वर्तते चेत् इत्युक्ते यतोहि अस्माकं पार्श्वे धनं नास्ति, तथापि संशयः वर्तते चेत् इत्युक्ते यदि भवतः मन भवतः भवन्तः चिन्तयन्ति चोरः तु अधुना दयालु दयालु किञ्चित् दयालु अभवत्. तैः उक्तम् एव. हा, अतः तः सः उक्तवान् यतोहि तस्य पार्श्वे तु धनं नास्ति. पण्डिताः एव गिरितवन्तः सर्वाणि रत्नानि, परन्तु सः किञ्चित् दयालु अभवत्. अतः सः तु न किमपि रत्नं न गिलितम्, अतः तेन न गिलितम्. अतः सः चोरः किरातैः सह उक्तवान् मम पार्श्वे किमपि नास्ति, तत्पदापि संशयः अस्ति चेत् मम पार्श्वे पश्यतु इति सः मम वधं कृत्वा पश्यतु, यतोहि मम पार्श्वे अस्ति वा इति पश्यतु. अस्तु, अनन्तरम् उक्तवान्. अस्तु, किरातैः चोरस्य वधं किरातैः किरातैः चोरस्य वधं कृतम् इति अपि कर्मणि अस्ति. किरातैः चोरस्य वधं कृतम् इत्युक्ते अभवत्. तत्र कृतमिति वधः वा वधम् इति? मम वधं कुर्वन्तु पश्यतु, तत्र कर्मपदं वधम् इति प्रयोगं कुर्वत्. वदः न महोदय, पुल्लिङ्गपदम्. तदेव तत्र पुल्लिङ्गं न पुल्लिङ्ग एव महोदय, तत्रैव मम कृतं कृतः वदः कृतः इति अस्ति. हा हा, कृतः कृतः, तत्रैव न किम् अभवत्. अपि च मम वधं कृत्वा पश्यतु इति समीचीनं. पश्यतु इत्युक्ते तत्र शत्रन्त कुर्वन्तः भवति, कुर्वन्तः पश्यतु भवति न? लोट् लकारे अस्ति, कुर्वन्तु पश्यतु. हा, रूपद्वयं क्रियाद्वयमपि भवितुम् अर्हति किल महोदय? पश्यन्तु पश्यन्तु इति भवति न? कुर्वन्तु पश्यन्तु. कृत्वा इति कृत्वापि वक्तुं शक्यते. कुर्वन्तु पश्यन्तु अपि समीचीनम्. रूपद्वयमपि समीचीनं. कुर्वन्तु पश्यन्तु च इति भवनीयम् इति मन्ये किल भगिनि तत्र? च मम वधं कुर्वन्तु पश्यन्तु. हा, च इति आवश्यकम्. च इति तु सः उक्तं किल तत्र, तेन उक्तम् इतः, अतः इति योजनीयं. हा, इति अस्ति चेत् कोटेशन् मार्क्स् न आवश्यकम् इति मन्ये. तत् न जानामि. एवं वा? इति इत्युक्ते कोटेशन् एव. इति कोटेशन् एव वा? अस्तु अस्तु. अपि च तस्मात् चोरेण किराताः उक्ता अन्ते वाक्यस्य इति परः अपि समीचीनम् इत्युक्ते वाक्यस्य आदौ सविधे तत्तु इति इति इत्युक्ते तत्र यदा उक्तं तः सः तु अस्तु. तत्र तु वधः कृतः इति भवति किरातैः चोरस्य वधः. अस्तु भगिनि, धन्यवादः. धन्यवादः गीताञ्जलि भगिनि. अधुना मधु महोदय समापयतु महोदय. वाक्यत्रयं त्रीणि वाक्यानि सन्ति. प्रयत्नं करोमि. धन्यवादः. शरीरे रत्नानि न लब्धानि किरातः काकस्य वचनं. तावत् तावत् भवतु महोदय. शरीरे रत्नानि न लब्धानि. अत्र शरीरे अत्र द्वितीयविभक्ति एकवचनं रत्नानि सप्तमी सप्तमी एकवचनं रत्नानि रत्नं रत्नानि बहुवचनं नपुंसकलिङ्गशब्द तत्र तु लब्धानि इति तान्तप्रयोगः अस्ति. परन्तु कर्ता तु तत्र रत्नम् अस्ति अतः रत्नानि न लब्धानि इति भवति. रत्नानि न लब्धानि शरीरे किरात. रत्नानि न लब्धानि इति भवति. तत्र यदि कर्ता योजयामः इत्युक्ते तत्र किरातैः रत्नानि न लब्धानि इति भवति. कर्मपदमिव कार्यं करोति तत्र. अस्तु अस्तु अस्तु अस्तु. शरीरे किराताः काकस्य वचनं असत्यमिति मत्वा क्षम्यां याचयित्वा क्षमां याचयित्वा पण्डितान् सगौरवेण ततः प्रेषितवन्तः. अत्र किराताः काकस्य वचनं असत्यमिति चिन्तितवन्तः. मत्वा इत्युक्ते ते अवगतवन्तः अवगतवन्तः इति तत्र काकस्य वचनम् असत्यम् आसीत् अतः आसीत् इति अवगतवन्तः. क्षमां याचित्वा अत्र क्षमाम् इत्युक्ते क्षम्यताम्. क्षमाम् इत्युक्ते क्षमः क्षमा इति स्त्रीलिङ्गशब्दः न क्षमाम् इति स्त्रीलिङ्गशब्दः. द्वितीयविभक्ति क्षमां याचयति इत्युक्ते इच्छति. याचयित्वा इति त्वान्तप्रयोगः अस्ति अथवा द्वितीयविभक्ति. क्षमां याचयित्वा क्षमायाचयित्वा पण्डितान् सगौरवेण ततः प्रेषितवन्तः. गर्वेण पण्डितान् प्रेषितवन्तः. अत्र सगौरवेण सह इति भवति वा तत्र सगौरवेण सह? सगौरवेण सह किमर्थमित्युक्ते तृतीयविभक्ति अस्ति. सः ततः प्रेषितवन्तः. सगौरवेण सह प्रेषितवन्तः. ततः न आवश्यकम् इति भवामि. सगौरवेण सह प्रेषितवन्तः. समीचीनं. पण्डितान् प्रेषितवन्तः. केन सह न तत्र कीदृशेन प्रेषितवन्तः सगौरवेण दृश्येन. हा समीचीनं. कीदृशेन प्रेषितवन्तः सगौरवेण सह? कथं सगौरवेण सह प्रेषितवन्तः. समीचीनं. तत्र तु कर्तरिप्रयोगे अस्ति, कर्मणि प्रयोगः नास्ति, तत्र द्वान्तप्रयोगः अस्ति. अस्तु, अन्तिमवाक्यं पठतु महोदय. उपकारिणा चोरेण पण्डिताः रक्षिताः. उपकारिणा उपकारं करोति, ये उपकारं करोति चोराः, चोरेण पण्डिताः, चोरेण पण्डिताः रक्षिताः. अत्र कर्तरि प्रयोगः कर्मणि प्रयोगः अस्ति महोदय. कर्मयुप्रयोगः अस्ति, चिन्तयामि. अत्र चोरेण पण्डिताः, चोरेण इति कर्ता अस्ति, तत्र कर्मप्रदमस्ति पण्डिताः, अतः तेन सह क्रियापदं द्वान्तप्रयं तत्र अन्वयः भवति. पण्डिताः रक्षिताः इति भवति. अपि च उपकारिन् विशेषणमस्ति, चोरः इत्यस्य विशेषणम्. अतः उपकारिणा अपि तृतीया विभक्ति, उपकारिणा चोरेण पण्डिताः रक्षिताः. समीचीनं वा मधु महोदय, अन्यत् किमपि वक्तव्यं वा? समीचीनम्. अस्तु अस्तु, तावदेव आसीत् अस्माकम् अद्यतनी कथा. अतः उपकारी चोरः पण्डिताः रक्षिताः, यतोहि तत्र तैः तस्मिन् दयागुणं वर्धते. अतः सः स्वस्य वधं कृत्वा अपि पण्डितान् रक्षितवान् इति अस्माकं कथायाः संक्षिप्त किं वदामि, संक्षिप्तरूपेण वक्तुं प्रयत्नं कृतवती. कारयित्वा अपि सः रक्षितवान्. अपि च सर्वेषां धन्यवादान् व्याहरामि, यतोहि सर्वेषां साहाय्येन अस्माकं कार्यं पठनम् अभवत्. अपि च सर्वैः मम दोषाः अपि उक्ताः, धन्यवादाः. अपि महोदयस्य धन्यवादान् अपि व्याहरामि, यतोहि तेन कारणेन मम अपि किञ्चित् अभ्यासः अभवत्. अस्तु महोदय. अस्तु भगिनि, समीचीनमेव. धन्यवादः महोदय, धन्यवादः. सर्वेषां कृते एकः प्रश्नः अस्ति. एतस्याः कथायाः सन्दर्भे तु नास्ति, परन्तु एकं वाक्यमस्ति यस्य भाषान्तरम् अहं सम्यक् रीत्या न जानामि. बहु सरलं वाक्यमस्ति, लिसन् टु मी. कथं भाषान्तरं कुर्यात् अस्य वाक्यस्य? मम शृणोतु वा मां शृणोतु वा? किमर्थम् अहं पृच्छामि चेत्, अस्माकं मातृभाषायां यदि वयं भाषान्तरं कुर्मः चेत् किं भवति इति कृत्वा पश्यतु. इट् अमौण्ट्स् टु मम शृणोतु. परन्तु संस्कृतभाषायां तु मां शृणु एव महोदय. तत्र अहं मन्ये यथा कृष्णः वक्तुं शक्नोति मम उपदेशं शृणु इति, तत्र मम शृणु अपि भवितुम् अर्हति महोदय. मम उपदेशं, मम वाक्यं शृणु, मम उपदेशं शृणु इति अपि भवति. तत्र मम इति स्थाने तत्र साक्षात् मे इति अस्ति खलु, मे इति अस्ति, मे शृणु इति स्वीकुर्मः मम इति अर्थे. समीचीनं भगिनि, मे शृणु इति स्वीकुर्मः. मे इति षष्ठी विभक्ति वा? षष्ठी, मम मे. परन्तु रूपद्वयमपि भवितुम् अर्हति न महोदय? मम अपि च मे द्वयं भवितुम् अर्हति किल? अपि भवितुम् अर्हति. अस्तु, कस्य श्रवणमिति तत्र एकनिमेष भगिनि, किं श्रवणीयम् इति तु न दत्तम् अस्ति. जस्ट् लिसन् टु मी, मम वचनं वा उपदेशं वा इति तत्र किमपि न उक्तमस्ति. तस्मिन् सन्दर्भे भगिनि, तस्मिन् सन्दर्भे प्रायशः तत्र मां शृणु इति एव प्रायशः समीचीनम् इति भवति इति मन्ये. लैक् हिन्दीभाषायां कर्तुम् इच्छति चेत् मेरी सुनो. न न न, हिन्दीभाषायां मुझे सुनो नहीं मैं कहते हैं ना, वी से मेरी सुनो, मेरी मेरी सुनो या वी से मेरी सुनो. और इन योर ओन मातृभाषा ये अस्तु अस्तु, इदानीं तत्र अस्तु, तत्र रूपद्वयम् अस्ति इति स्वीकुर्मः. तत्र ललिता भगिनी प्रश्नः अस्ति आसीत् वा भगिनि? प्रश्नः न महोदय, एतस्य कथायाः शीर्षकः उपकारी चोरः, अन्यः शीर्षकः अपि भवितुम् अर्हति, काकस्य वचनम् इति. किम् इति? काकस्य वचनम् अस्तु भगिनि, अपि सत्यमेव. अस्तु अस्तु, तर्हि तत्र भगिनि, तत्र पण्डितानां सङ्गे सत्सङ्गे चोरः अपि सज्जनः अभवत्. हा समीचीनं, तदपि वक्तुं शक्यते. तस्य मतिः अपि शुद्ध, मतिः अपि शुद्धा अभवत् इति वक्तुं शक्यते. युवदयालुः अभवत् सः. परन्तु अन्यवार्ता मेरी सुनो इस् नाट् करेक्ट्, मेरी बात सुनो या मुझे सुनो हिन्दी भाषायां. अस्तु इदानीं, हा अस्तु, जस्ट् मेरी सुनो इस् नाट् राइट्. अस्तु अस्तु महोदय, तत्र स्थगयामः. तत्र भविष्यसद भगिनी तत्र शान्तिमन्त्रं वदति वा भगिनि? आं महोदय, अस्तु. ॐ सन्नो मित्रसं वरुणः, सन्नो भवद्वर्यमा, सन्न इन्द्रो बृहस्पतिः, सन्नो विष्णुरुक्रमः, नमो ब्रह्मणे, नमस्ते वायो, त्वमेव प्रत्यक्षं ब्रह्मासि, त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि, ऋतं वदिष्यामि, सत्यं वदिष्यामि, तन्मावतु, तद्वत्कारमवतु, अवतु मामवतु वक्तारम्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः महोदय. धन्यवादः भगिनी.